नमस्सर्वेभ्यः. अस्माकं गीताप्रवेशवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति तत्पुरुषसमासः इति. तत्र चत्वारः प्रभेदाः सन्ति इति जानीमः. सामान्यतत्पुरुषसमासः, कर्मधारयसमासः, द्विगुसमासः अपि च नञ् प्रभृतयः इति. तत्र सामान्यतत्पुरुषसमासस्य सप्तप्रभेदान् परिशीलितवन्तः. कर्मधारयसमासस्य षड् प्रभेदान् अपि परिशीलितवन्तः. तत्र इदानीम् अभ्यासः प्रवर्तमानः अस्ति. गतसप्ताहे आरब्धः. तत्र मुखं पद्मम् इव ततः पर्यन्तं वयं प्राप्तवन्तः. ततः अग्रे इदानीम् अभ्यासं कृत्वा तदनन्तरं द्विगुसमासं प्रति गच्छामः. अस्तु, तर्हि सर्वेषां पुरतः अभ्यासः अस्ति इति मन्ये. अस्तु, तर्हि अत्र लीना भगिनी आरम्भं करोति वा अग्रिमम्. मुखं पद्मम् इव तदनन्तरं चरणं कमलम् इव. एतत् समासः उपमानोत्तरपदं कर्मधारयपदम् अस्ति, यतोहि चरणम् उपमानः अस्ति. क्षम्यताम्, उपमान उत्तरपदकर्मधारय अस्ति, यतोहि मुखं पूर्वपदमस्ति, पद्मम् उत्तरपदमस्ति. अतः मुखपद्मम्. आम्, चरणकमलम्. ओ सोरि, चरणं कमलम् इव चरणकमलम्. एतदपि उपमान उत्तरपद कर्मधारयसमासस्ति. चरणम् इति पूर्वपदमस्ति, कमलम् इति उत्तरपदमस्ति, इव इति अवध उपमाबोधकपदम्. अतः एतद् उपमान उत्तरपदं कर्मधारयसमासः अस्ति. किमर्थम् उपमानं किम् अत्र? उपमानं अत्र अस्ति कमलम्. उपमेय अस्ति चरणं. चरणं, सत्यं, समीचीनम्. तर्हि उपमानोत्तरपदकर्मधारयसमासः. अग्रिममपि करोतु. राजा सिंहः इव. राजसिंहः इति समस्तपदमस्ति. अत्रापि सिंहः अस्ति उत्तरपदं तथा च उपमानं. राजा अस्ति पूर्वपदं तथा च उपमेयः. इव इति उपमाबोधकं पदम् अस्ति. अतः राजसिंहः इति समस्तपदम् उपमानोत्तरपदकर्मधारयसमासः. तर्हि राजा इत्यस्य प्रातिपदिकं किम्? राजन्. तत्र किं जातम्? न इत्यस्य लोपः अभवत्. तस्य प्रथमा अत्र गृहीता अस्ति राजा. राज इति अभवत् समस्तपदे. राजन् इत्यस्य न गच्छति. राज इति एव अवशिष्यते. राजसिंहः इति समस्तपदम्. समीचीनं. राजा इति राजन् इति प्रातिपदिकं, राजन् योगः सिंह इति प्रातिपदिकं विभक्तिलोपानन्तरं. तर्हि राजन् इति पूर्वपदे अस्ति चेत् तत्र नकारस्य लोपः भवति, अतः न लोपः. अतः राज इति राजयोगः सिंह, राजसिंहः इति समस्तपदं. समीचीनं भगिनि. अग्रे अशुकवन महोदय करोति वा? क्षम्यता भगिनि, मम पार्श्वे अभ्यासः नास्ति. भवत्या प्रेषितं किल? हा सत्यम्. इदानीं नास्ति भगिनि. अस्तु अस्तु, चिन्ता नास्ति. अग्रे जगन्नाथ महोदय करोति वा? आम्, एकनिमिषः. करः केसलयम् इव इति भवति. अत्र करस्य उपमानं किसलयेन भवति. तदर्थम् उपमान उत्तरपदपद कर्मधारयसमासः करकिसल्यम् इति अन्तिमरूपम्. समीचीनम्. अग्रिमम्. विवेकः एव सम्पत्. अस्तु, एतद् भवति नाम विस्मृतवान् एकनिमिष. अवधारण अवधारणपूर्वपदकर्मधारे समासः कथं ज्ञातवान् एव इति अवधारणापूर्वक वा पूर्वपदम् अवधारणपूर्वपदकर्मधारयसमासः अवधारणपूर्वपदकर्मधारयसमासः एव इति पदम् अवधारणं कृतवत् भवति अत्र कृतं तदर्थं वयं जानीमः एतत्तु अवधारणपूर्वपदकर्मधारे समासः इति विवेक एव मुख्यम् अत्र विभिन्न सम्पदानां मध्ये विवेक एव मुख्य इत्यर्थः तर्हि सम्पत् इत्यस्य षष्ट्यन्तं रूपं सम्पदानां रत्नभगिनी सायं करोतु किं सम्पदां न भवतः भवतोः भवतां सम्पदां सम्पदां हा सम्पदां क्षम्यतां समीचीनं धन्यवादः महोदय अग्रे राजेन्द्रमहोदय महती सेवा अत्र विशेष विशेषणपूर्वपदकर्मधारयसमासः अस्ति अस्ति तत् महती तत् तस्य रूपं महा भवति विशेषनियमः अस्ति महती महा महासेवा समस्तपद समीचीनं सम्यक् अस्ति अग्रे अग्रिमः सप्ताहः अग्रिमसप्ताहः तदपि विशेषणपूर्वपदः पूर्वपदकर्मधारयसमासः अस्ति अत्रापि किञ्चित् किमपि न अस्ति अग्रिमसप्ताहः अत्र अग्रिमः इति पदं कीदृशपदं क्षम्यतां भगिनि अग्रिम इति पदम् अत्र कीदृशपदम् अग्रिम अपि सप्ताह विशेषणम् अस्ति समीचीनं विशेषणपूर्वपद समीचीनं सम्यक् धन्यवादः महोदय अग्रे मेहुल् महोदय आं भगिनि वीरः योद्धाः अत्र अत्रापि विशेषणपूर्वपद कर्मधारयसमासः अस्ति वीराः इति विशेषणमस्ति योद्धा इति विशेष्यमस्ति वीरयोद्धा इति भवति समस्तपदे समीचीनम् अग्रे अग्रे ज्ञानम् एव अग्निः इति अवधारणापूर्वपदकर्मधारयसमासः अस्ति समस्तपदे भवति ज्ञान अग्निः ज्ञान इति पूर्वपदम् एव इति अस्ति अतः अवधारणनिश्चयः पदमस्ति अतः ज्ञान अग्निः इति समस्तपदे अवधारणापूर्वपदकर्मधारयसमासः समस्तपदं किं ज्ञान अग्निः ज्ञानयोगः अग्निः अत्र अत्र अन्यत् किमपि अस्ति वा ज्ञानाग्निः सन्धि भवति सवर्णदीर्घसन्धि ज्ञानाग्निः सत्यं समीचीनं सन्धिः नित्यः समासे सन्धिः नित्यः अतः सन्धिः करणीयः एव अस्तु समीचीनं धन्यवादः महोदय अग्रे अत्र सरलभगिनी करोति वा एकक्षणम् अत्र उपरि सम्पत् षष्ठी सम्पदः भवति खलु सम्पदामिति बहुवचनं स्वीकृतं वा हा महोदय महोदयस्य वाक्ये षष्ठी बहुवचने आसीत् महोदय यत्किमपि वाक्यम् उक्तवान् तत्र षष्ठी षष्ठी बहुवचनरूपं स्वीकृत्य उक्तवान् तत्र तस्मिन् सन्दर्भे हा तत् तस्मिन् सन्दर्भे बहुवचने किं रूपम् इति प्रश्नः अस्तु सरला भगिनी अग्रे शुद्धं जलं समस्तपद भवति शुद्धजलं विशेषपूर्व विशेषणपूर्वकर्मधारयसमासः कारण की शुद्ध शुद्धमिति भवति तस्य विशेषणं जल अस्ति विशेषम् अत्र शुद्धं च जलं च शुद्धं च तत् जलं च इति भवति अन्यप्रकारे यदि वदामः मधुराणि फलानि इति अपि विशेषणपूर्वपदकर्मधारे समासः अस्ति. समस्तपदं भवति मधुरफलम् इति. पुनः वदतु समस्तपदं. मधुरफलम् अत्र मधुरफलम् इति एकवचने उक्तवती खलु अत्र, परन्तु अत्र विग्रहवाक्ये किम् अस्ति? मधुराणि फलानि, सो मधुरफलानि इति भवति. हा सत्यं, मधुरफलानि. अस्तु, मधुर अस्ति तस्य विशेषणं, फलानि अस्ति विशेष्यम् अत्र. अन्यरीत्या विग्रहवाक्यं किं भवति? मधुर च तानि फलानि वा एतानि तानि अमूनि. सत्यं सत्यं, समीचीनं, सम्यक् भगिनि. अग्रे रत्ना भगिनी करोति वा? भगिनी रत्ना भगिनी, क्षम्यतां भगिनि, म्यूट्. क्षम्यतां भगिनि, तत्र तस्मात् पूर्वम् एकः प्रश्नः, तत्र मधुरं च तत् फलं च तानि मधुरफलानि इति भवति किल, नो चेत् मधुरं च फलानि इति भवति वा? हा अत्र समस्तपदमेव, अत्र समस्तपदमेव मधुरफलानि इति एव. सत्यं, विग्रहवाक्यं कीदृशं भवेत्? विग्रहवाक्यं मधुराणि च तानि फलानि च इति विग्रहवाक्यं. तत्र एकवचने वक्तव्यम् इति नियमः नास्ति वा? एकवचने वक्तव्यम् इति नियमः नास्ति. इत्युक्ते मधुरं च तत् फलं च तानि मधुरफलानि इति तादृशं? न न, तथा नास्ति. न तथा नास्ति. अत्र फलानि इति बहुवचने अस्ति, अतः मधुराणि च तानि फलानि च इति एव वाक्यम्. अस्तु भगिनि. अस्तु रत्ना भगिनी अग्रे. हा किन्तु सर्वदा प्रथमविभक्त्यामेव भवेत् खलु भगिनि? हा यत्र वाक्यस्तरे यत्र वयं समस्तपदं कुर्मः तत्र एकवचने एव भवति, परन्तु अत्र विशेषणपूर्वपदकर्मधारे समासे यत्र विग्रहवाक्यं कुर्मः अत्र इदानीं वयं जानीमः बहुवचने एव अस्ति, अतः विग्रहवाक्ये मधुराणि च तानि फलानि च इति तादृश शैली एव. नीलाः मेघाः समस्तपदं भवति नीलमेघाः, विशेषणपूर्वपद कर्मधारे समासः अस्ति. अत्र विशेषणमस्ति नीलाः इति, विशेष्यम् अस्ति मेघाः इति. अन्यत्रीत्या विग्रहवाक्यं वदामः चेत् नीलाः च ते मेघाः च इति भवति. समस्तपदं नीलमेघाः. समीचीनम्. अग्रे अग्रे सुन्दरं गृहम् समस्तपदं भवति सुन्दरगृहं, पुनः एतदपि विशेषणपूर्वपदकर्मधारयसमासः अस्ति. सुन्दरम् इति विशेषणम् अस्ति, गृहम् इति विशेष्यम् अस्ति. अन्यत्रीत्या विग्रहवाक्यं वदामः चेत् सुन्दरं च तत् गृहम् इति भवति. गृहं च, गृहं च इति. हा समीचीनं, सम्यक्. अन्ये के के सन्ति महोदय? बालसुब्रह्मण्यं. नमस्कारः महोदय. अहं विलम्बेन आगतवती. हा नमस्ते पद्मा भगिनी, अनन्तरं सावित्री भगिनी वा? सावित्री. आम् आम्. अस्तु अस्तु, समीचीनम्. अस्तु बालसुब्रह्मण्यं महोदय करोति वा? भयङ्करं वनं, भयङ्करम् इति विशेषणं, वनम् इति विशेष्यम्. भयङ्करवन भयङ्करवनम् इति समस्तपद, विशेषणपूर्वपद कर्मधारय. समीचीनम्. अग्रे तदनन्तरं कीर्तिश्रीः, कीर्तिश्रीः, कीर्तिश्रीः, कीर्तिश्री, अत्रापि विशेषणपूर्वपदं कीर्ति श्रीः. विशेषणपूर्वपदमस्ति वा अत्र? कीर्ति कीर्ति कीर्तिपूर्वश्रीः इति अवधारणापूर्वपदम्. एव एव पूर्वपदं श्रीः इत्युक्ते अत्र सम्पत् इत्यस्मिन् अर्थे एव अस्ति कीर्तिः हा यशः अपि एकविध एकविधा सम्पत् एवं चेत् अवधारणपूर्वपदं समीचीनम् एव श्रीः इति उद्गारवाच्यं कीर्तिः समीचीनं धन्यवादः महोदय अग्रे अत्र पद्मा भगिनी करोति वा नवनीतमृदुलम् अत्र अत्रापि अवधारणपूर्वपद कर्मधारे समासः अस्ति नवनीत एव मृदुलं नवनीतम् एव मृदुलं तत्र अत्र नवनीतम् अपि च मृदुलं तयोः सम्बन्धः कीदृशः नवनीतं विशेषणमस्ति मृदुलं विशेष्यमस्ति अत्र राजेन्द्रमहोदय किं वदति भगिनि मम चिन्तनम् अस्ति अद्य उपमान उत्तरपदः उत्तरपदकर्मधारे समासः अस्ति नवनीतं मृदुलम् एव उपमानपूर्वपदं सावित्री भगिनी वदतु पूर्वपदम् एतत् उपमानपूर्वपदकर्मधारः इति इत्युक्ते नवनीतम् इव इव मृदुलम् नवनीतमृदुलं भवत्वा नवनीतम् इति तावत् तत्र मृदुत्वमस्ति इति अत्र कथयन्ति अतः नवनीतम् इव मृदुलं स उपमानपूर्वपदकर्मधारः इति नवनीतमृदुलं पूर्वपदं पूर्वपदं किमस्ति नवनीतम् इति तत्र उपमानपदमस्ति मृदुलं मृदुलम् इति तत्र उपमेयमस्ति उपमेयः उपमेयं नास्ति नास्ति सत्यं हा नास्ति अत्र उपमेयः न भवति अत्र मृदुलम् इति साधारणधर्मः अस्ति सत्यं साधारणधर्मः अस्ति इदानीम् अत्र नवनीतमृदुलम् इव मृदुलं हृदयम् इति वदामः चेत् हृदयं नवनीतम् इव मृदुलम् इति तादृशं वदामः चेत् अत्र तर्हि मृदुलम् इति साधारणधर्मः नवनीतम् इति उपमानम् अतः नवनीतम् इव मृदुलम् उपमानपूर्वपदकर्मधारे समासः हा समीचीनं राजेन्द्रमहोदय अवगतं खलु आं भगिनि नवनीतम् इत्युक्ते तत् उपमानमस्ति मृदुलं साधारणधर्मः अस्ति एवं सत्यं सत्यं तादृशसाधारणधर्मः नवनीते अपि अस्ति अत्र इदानीम् उपमेयम् अस्ति हृदयम् इति स्वीकुर्मः चेत् हृदये अपि मृदुलता अस्ति नवनीते अपि मृदुलता अस्ति हृदये अपि मृदुलता अस्ति इति तादृशसाधारणधर्मः उभयत्र अस्ति अतः अत्र उपमानपूर्वपदकर्मधारय समासः अस्तु अग्रिमम् अत्र पद्मा भगिनी अग्रे वदतु वाग्बाणः उपमानोत्तरपदकर्मधारय समासः अस्ति वा बाणः इव वाक् बाणः इव अत्र बाणः इति उपमानम् अस्ति उपमानम् इति चिन्तयति वाक् इति उपमेयम् इति वा हा तथापि मन्ये अवधारणापूर्वपदमस्ति हा हा अस्तु अत्र अत्र एकक्षणं भगिनि अत्र शुकवर्णमहोदय भवान् किं चिन्तयति वाग्बाणः तत्र द्विधापि वक्तुं शक्यते तत्र उपमान उत्तरपदकर्मधारयः अपि तत्र बाणः इति उपमानं वाक् इति उपमेयं भवति, अतः उपमानोत्तरपदकर्मधारयः अपि भवितुमर्हति. अवधारणापूर्वपलमपि वाग् एव बाणः इति, वागेव बाणम् इति. समीचीनमस्ति. अत्र तथापि हा, अत्र सन्दर्भं दृष्ट्वा अवगन्तुं शक्नुमः अत्र तुलनात्मकम् अस्ति वा अत्र अवधारणार्थकम् अस्ति वा इति वाक्ये स्तरे. समीचीनम्. अग्रे अत्र भगिनि बहवः प्रकारा भवितुं शक्नोति, केवलं न बाण वाक्येव बाणं वक्तुं शक्नुमः. मम चिन्तनमस्ति उपमान उत्तरपदं भवति अत्र. हा, उपमान उत्तरपदं, परन्तु अवधारणार्थे अपि भवितुमर्हति भगिनि. वाक् एव बाणः इति अपि भवितुमर्हति, तादृशप्रयोगः अपि अस्ति वाक् एव बाणः इति. अत्र बाणस्य आवश्यकता नास्ति, अत्र वाक् अपि एकविधबाणः इति तादृशम्. यथा सम्पत् कीर्तिः एव श्रीः इति उक्तं खलु, कीर्तिः श्रीः नास्ति, परन्तु कीर्तिः अपि एकविधश्रीः तत्र अवधारणार्थे उक्तं खलु. एवमेव हा, एवमेव वाक् एव बाणः इति अपि प्रसिद्धः अस्ति काव्येषु, पश्यति चेत् वाक् एव बाणः इति अपि प्रसिद्धः एव तादृशं भवितुं शक्नोति. किं तर्कस्पर्धायां वाक् इति बाणं भवति? हा, सत्यं, समीचीनं, समीचीनं. हा, अस्तु. अग्रे अत्र सावित्री भगिनी करोति वा? हा, शाकपार्थिवः इति शाकपार्थिवः तत् न तत्र न अवगतवती वस्तुतः शाक इत्युक्ते एव शाकः अत्र शाकः अपि च पार्थिवः इति, पार्थिवः इत्युक्ते अत्र अर्थः कः? पार्थिवः इत्युक्ते देहम् इति अर्थः भवति वा इति, अन्यत् व्यक्तिः इति वा? हा, अत्र अत्र राजा इति अर्थः, नृपः. ओ, नृपः इति, पार्थिवः इति. शाकः अपि च नृपः, तयोः सम्बन्धः भवति वा, किमपि सम्बन्धः, साक्षात् सम्बन्धः अस्ति वा? न भवति किल शाकः. हा, तयोः सम्बन्धः एव नास्ति, अतः अतः इदानीम् अत्र किमपि कोऽपि सम्बन्धः कल्पनीयः द्वयोर्मध्ये. इत्युक्ते शाकेषु नृपसदृशशाकः इति वक्तुं शक्यते वा? किमपि कश्चन तद् भवति किल, किमपि आङ्ग्लभाषायां तत्र लेडीस् सिङ्गर् इव, क्वीन् इति वा, किङ्ग् इति वा? अस्तु, अन्य कोऽपि किं चिन्तयति अत्र? भवन्ति तादृशं अस्मिन् काले एतद् स्वास्थ्य स्वास्थ्यविषयं ध्यानं कृत्वा खादनीयम् इति सर्वं वदन्ति, तदनुसारं शाखा एव पार्थिव भवन्ति स्वास्थ्यार्थम् इति. अस्य नृपस्य शाकः प्रियः अस्ति, अतः शाकप्रियः पार्थिवः. समीचीनं, मध्यमपदमपि समानम्. सत्यं सत्यं, तर्हि मध्यमलोपि. हा, सत्यम्. ओके, शाकप्रियः पार्थिवः. अस्तु, जगन्नाथमहोदय, यथा भवान् उक्तवान् तादृशप्रयोगः अस्ति वा इति द्रष्टव्यं महोदय, यत्र कुत्रापि तादृशप्रयोगः अस्ति वा? शाकप्रियः पार्थिवः इति प्रयोगः अस्ति मध्यमपदलोपि कर्मधारयः इति, परन्तु यथा भवान् उक्तवान् तादृशम् अस्ति वा इति द्रष्टव्यं, न जाने. महोदय, किं भगिनि एकप्रश्नः, सर्वदा पूर्वसम्प्रदायं भवितुम् अर्हति वा? किं नो चेत् विवक्षार्थं तु बहुभ्य सन्दर्भेषु विवक्षार्थमे एतादृशं भवति, भाषायां सर्वदा भवति, तदनुसारं सत्यं महोदय यत्र सत्यं सत्यम् अर्थानुसारं सन्दर्भानुसारं समासः भवति, परन्तु तत्र समासस्य विषये बहवः नियमाः सन्ति, नियममनुसृत्य एव समस्तपदं भवति. अतः अत्र यत्र नियमनुसृत्य समासः वयं कुर्मः, समासं कुर्मः, तत्र क्लेशः नास्ति. परन्तु यत्र नूतनतया किमपि कर्तुम् इच्छामः तत्र शिष्टप्रयोगः अथवा कवयेषु अस्ति वा इति द्रष्टव्यम्. अतः अत्र शाका एव प्रियः इति, पार्थिवः इति, तादृशसमस्तपदम् अस्ति वा इति, कुत्रचित् अस्ति वा इति द्रष्टव्यम्. अस्तु भगिनि, महोदयेन उक्तं शाकः एव पार्थिवः इति उक्तम् इति मया श्रुतम्. अत्र वस्तुतः शाकप्रियः पार्थिवः इति प्रसिद्धप्रयोगः अस्ति. शाकः अपि च पार्थिवः तयोः सम्बन्धः कल्पनीयः. अत्र शाकप्रियः पार्थिवः इति, शाकप्रियः इति बहुव्रीहिसमासः, शाकः प्रियः यस्य सः. शाकः एव पार्थिवः इति न भवति खलु? अत्र शाकः अपि पार्थिवः तयोः सम्बन्धः नास्ति. सत्यम्. अस्तु अग्रे सावित्री भगिनी अग्रिमम्. पर्णशाला इति, पर्णाः, पर्णशाला इति पर्णैः निर्मिता शाला इति किल, पर्णैः निर्मिता शाला. सत्यं, पर्णैः निर्मिता शाला, समीचीनम्. अत्रापि पर्णैः निर्मिता शाला, अतः तत् विशेषणं, पर्णाः, पर्णाः इति विशेषणं भवति, शाला इति सः विशेषणं पूर्वपदकर्मधारयसमासः वा न? यथा भवती विग्रहवाक्यम् उक्तवती, किम् उक्तवती? पर्णैः निर्मिता शाला, निर्मिता इति पदं योजितवती खलु? आं सत्यं. तर्हि तत्र किं निर्मिता शाला इत्युक्ते पुनः मध्यमलोपी एव भवति. सत्यं, मध्यमपदलोपि, यतोहि पर्ण अपि शालातयोः सम्बन्धः निर्मिता इति वयं स्थापितवन्तः. अतः अत्र मध्यमपदलोपि. सत्यं, समीचीनम्. अग्रे अत्र लीना भगिनी करोतु. करोमि. विशालगृहं, विशालं गृहं, विशेषणपूर्वपद समास, कर्मधारयसमास. विशालमिति विशेषणमस्ति, गृहम् इति विशेष्य अस्ति, अतः विशालगृहमिति इत्यस्य विशालं गृहमिति विग्रहवाक्यं भवति. अग्रिमं. महत्पर्वतः, अत्र वस्तुतः समस्तपदे दोषः अस्ति खलु? महापर्वतः भवितुम् अर्हति अत्र. न, तदेव भवति, अत्र दोषः अस्ति. महत् महापर्वतः इत्येव समस्तपदं. महापर्वतः एव समस्तपदं. महान् पर्वतः इति विग्रहवाक्यं, यतोहि महत् इति पदस्य पुल्लिङ्गे प्रथमा एकवचनस्य पदम् अस्ति महान्. महान् इति विशेषणमस्ति, महान् पर्वतः विशेषणपूर्वपद समास, कर्मधारसमास. समीचीनम्. अग्रे जगन्नाथमहोदय. अस्तु. गङ्गा नदी, गङ्गा इति नदी सम्भावना पूर्वपदकर्मधारयसमासमपि भवितुं शक्नोति, नो चेत् वा अवधारण पूर्वपदकर्मधारयसमासः अपि गङ्गा एव नदी इति अपि वक्तुं शक्नुमः. गङ्गा एव नदी इत्यस्य कथनेन किम् अस्ति? गङ्गा नदी एव खलु? तस्य किमर्थम् अभवत् एकस्मिन् समये एतत्तु महाभारते कथा अस्ति. तद् अगस्त्यमहर्षि सर्व समुद्रजलस्य सम्पूर्ण जीर्णं कृतवान्. भूलोके समुद्रः नासीत् तस्मात् परं भगीरथ गङ्गा आगतं. तद् गङ्गा सप्त विध शाखायां भूत्वा विभिन्न नद्याम् अभवत्. सा एव समुद्र समुद्रमपि पूरितवती. अस्तु अस्तु, तर्हि तस्मिन् सन्दर्भे गङ्गा एव नदी इति तादृशसमासः अपि भवति. अस्तु, समीचीनं समीचीनं. अग्रिमं करोतु महोदय. कैलासगौरः उपमान पूर्वपद कैलास इव गौरः उपमानपूर्वपदसमस्तपदम् इति चिन्तयामि. समीचीनं. कैलासपर्वते हिमम् अस्ति. तस्य वर्णः शुक्लः. तस्य विशेषणपूर्वपदं, क्षम्यतां, विशेषणपूर्वपदमेव. तादृशं कोऽपि गौरः अस्ति. सत्यं, समीचीनम्. कैलाससदृशः सदृशः इति पदम् अत्र अत्र सदृशः इति पदस्य इत्यस्मिन् अर्थे एव इव इति पदमस्ति खलु. इव इति पदं सदृशार्थे एव अस्ति. अतः उपमानपूर्वपदकर्मधारयः. अस्तु, अग्रे अत्र राजेन्द्रमहोदय करोतु. आं भगिनि, भक्तिसम्पत् भक्तिः एव सम्पतिः अवधारणापूर्वपदकर्मधारयसमासः. समीचीनं. भगिनी क्षम्यताम्, अत्र महोदयेन उक्तं भक्तिः एव सम्पत्तिः अथवा भक्तिः एव सम्पत् इति भवति वा? भक्तिः एव सम्पत् सम्पत् इति अहं श्रुतवती. सम्पत्ति इति उक्तवान् वा? न भगिनि, अहं सम्पत्तिः एव सम्पत्ति उक्तवान्. हा, सम्पत् एव अहं श्रुतवती भगिनि. सम्पत् अस्तु भगिनि, भक्तिः एव सम्पत्. क्षम्यताम् भगिनि, परन्तु अहं सम्पत्ति उक्तवान् तथा दोषः आसीत् तत्र. ओ, सम्पत्ति इति उक्तवान् वा? अहं न जाने, सम्पत् इति एव श्रुतवती. अस्तु, भक्तिः एव सम्पत्. शाखामृगः, शाखामृगः एव उपमान उत्तरपदकर्मधारयसमासः. शाखामृगः इव तत्र किं किं तुलनां कर्तुम् इच्छति भवान्? कीदृशतुलनां कर्तुमिच्छति? अहं चिन्तयामि तत् शाखा शाखा तत् उपमेयमस्ति, मृगः तत् उपमानपदं. शाखा इत्युक्ते शाखा इत्युक्ते अत्र शाखा इत्युक्ते शाखा सा वृक्षशाखा. हा, वृक्षशाखा. मृगः इत्युक्ते मृगः इत्युक्ते तस्य तत् तत् उपमानं भवति. तत् तुलनात्मक शब्दः अस्ति. शाखा यस्य आकृतिः मृग एव अस्ति. शाखा इत्यस्य आकृतिः मृगः एव अस्ति इत्यस्मिन् अर्थे. अस्तु, अत्र लीना भगिनी किं चिन्तयति? शाखा अत्र मध्यमपदलोपि समासः अस्ति इति मन्ये. शाखाश्रितः मृगः. शाखाश्रितः मृगः, हा, शाखा आश्रितः मृगः इति तादृश अर्थः भवति वा? अस्तु, शाखा आश्रितः मृगः इति. शाखामृगः नाम मर्कटः. शाखामृगः इत्युक्ते हा, कपिः खलु? कपिः, कपिः, कपिः, कपिः. हा, अनिलभिः अनिलभिः अस्ति. शाखास्थिरः मृगः अनेक जन्तु अस्ति. हा अत्र अत्र मध्ये यत् पदम् अस्ति तत्र वयं कल्पयितुं शक्नुमः. अत्र शाकामृगः इत्युक्ते यः पशुः शाकायाम् अस्ति, शाकायाम् अस्ति, शाकायाम् अस्ति अथवा शाकाहारी, शाकाहारी मृगः इति वा? शाका नास्ति, तत् शाक नास्ति, शाखा अस्ति. ओ शाकः अत्र अल्पप्राणककारः इति अस्ति खलु अत्र. शाकाश्रितः मृगः, शाकाप्रसक्तः मृगः अथवा तादृशं किमपि कल्पयितुं शक्नुमः अत्र मध्यमपदलोपि कर्मधारयः. अस्तु महोदय अग्रे अत्र अग्रे मेहुल् महोदय अग्रे करोतु. कृष्णफलम् अहं चिन्तयामि इति विशेषणपूर्वपदकर्मधारय समासः अस्ति. फलस्य वर्णः कृष्णः अस्ति अतः कृष्ण फलम् इति समस्तपदे विग्रहवाक्यम् अपि तु कृष्णः कृष्णं फलम् इति अस्ति भवति अत्र. हा कृष्णं फलं समीचीनम्. अग्रे अग्रे अयोध्यानगरी वयं दृष्टवन्तः. अयोध्या इति नगरी इति सम्भावनापूर्वपदकर्मधारय समासः अस्ति. विग्रहवाक्यम् अयोध्या इति नगरी, नगरी इति जाति व्यक्तयो पदमस्ति, अयोध्या इति एकं नामपदमस्ति अतः सम्भावनापूर्वपदकर्मधारय समासः. समीचीनं. शुकुमन शुकुमनं महोदय वक्तुमिच्छति वा नो चेत्? न भगिनि मम पार्श्वे पाठं नास्ति अतः न अहं केवलं समस्तपदं वदामि. चिन्तयित्वा वक्तुमिच्छति वा? वदतु. गुरुदेवः. हा गुरुदेवः इति गुरुः एव देवः इति अवधारणपूर्वपदकर्मधारयसमासः. हा सम्यक्. शुभेच्छा. शुभ इच्छा इति विशेषणपूर्वपदकर्मधारयसमासः. विग्रहवाक्यं किं पुनः वदतु? शुभा शुभा च सा इच्छा च इति भवति वा? सत्यम्. अस्तु समीचीनं. शुभ शुभ शुभ इति पदं त्रिषु लिङ्गेषु भवति वा? इति अहं चिन्तयित्वा उक्तवान्, नास्ति चेत् न. न सत्यं, त्रिषु लिङ्गेषु अपि भवति, सत्यमेव. अतः तत्र पुंवद्भावः अपि भूत्वा समस्तपदे पुंवद्भावः अपि अस्ति इति स्मरणार्थम्. आमां सत्यम्. अतः शुभ इच्छा इति अस्ति न तु शुभेच्छा. शुभे शुभ योगः इच्छा शुभेच्छा इति भवति. सत्यं समीचीनं. सत्यम्. अस्तु सम्यक्. अग्रे अत्र सरला भगिनी अग्रे वदतु. लघु लेखा, लघु एका लेखा च इति व्यक्तप्रयोगः भवति अत्र. विशेषपूर्वपद अत्र फोन् भावति दत्तमस्ति समर्थपदे. लघु रेखा इति स्त्रीलिङ्ग् अस्ति, व्यक्तप्रयोगे लघु भवति, किन्तु समर्थपदे तस्य पूर्णभावः. भगिनी सम्यक्तया न श्रूयते भगिनि. व्यर्थप्रयोगे लघु इति पुमङ्भावः अस्ति. क्षम्यतां, समस्तपदे लघु इति पुमङ्भावः अस्ति. लघ्वी इति व्यर्थप्रयोगे भवति, लघ्वी रेखा, लघ्वी च एता रेखा च इति. लघ्वी च किं? लघ्वी च रेखा, लघ्वी च एता रेखा, एषा रेखा. हा एषा रेखा. समीचीनम्. अग्रिमम् अग्रिममस्ति हिमालयपर्वतः. हिमालय इति पर्वतः सम्भावनापूर्वकद इति भवति कर्मधारयसमासः. हिमालयसंज्ञापदमस्ति, पर्वतजातिवाचक. हिमालय एकव्यक्ति जात्या एकव्यक्तिम् भवति. हिमालय इति पर्वतः सम्भावनापूर्वकद इति भवति. हिमालय हिमालय अपि अन्य हिमस्य आलय इति षष्ठी तत्पुरुषसमासः भवति. सो भवति षष्ठी गर्भ सम्भावनापूर्वपदकर्मधारयसमासः. हा समीचीनं मध्ये पादद्वयम् आसीत् शैलोन्नताः संस्कृतरङ्गाधारा भगिनी मध्ये त्यक्तवती अग्रे अत्र रत्ना भगिनी करोतु भगिनी अस्तु शैलोन्नताः शैलः इव शैलाः इव उन्नताः तत्र किं भवति उपमानपूर्वपदकर्मधारयः भवति अत्र शैलाः इति उपमानवाचकपदं भवति उन्नताः इति किं साधारणधर्मः भवति इव इति उपमानबोधकशब्दः भवति अनन्तरं संस्कृतगङ्गाधार न तत् उन्नतः इत्यहं हा भवितुम् अर्हति अहं किं पुल्लिङ्गे एव बहुवचने उक्तवती कुत्र पुंवद्भावः कुत्र भवति पुंवद्भावः पूर्वपदे पूर्वपदं कीदृशपदम् अत्र स्त्रीलिङ्गपदं शैल न अहं पुल्लिङ्गपदे स्वीकृतवती शैलाः इति पुल्लिङ्गे बहुवचने उक्तवती किन्तु स्त्रीलिङ्गे अपि भवितुम् अर्हति इति प्रायः महोदयेन चिन्तितं तदा पुंवद्भावः भवति शैलाः इति पदं शैलाः इति पदं पुल्लिङ्गशब्दः इति चिन्तितवती हा शैलः अस्तु अस्तु अस्तु उन्नतः इति स्त्रीलिङ्गशब्दः अस्ति चेदपि शैलाः इति पुल्लिङ्गे एव भवति अत्र उन्नतः इति उन्नताः इति अत्र तदपि पुल्लिङ्गे एव अस्ति किन्तु यदि उन्नताः बालिकाः इति तत्र तस्मिन् सन्दर्भे स्त्रीलिङ्गे अस्ति हा तस्मिन् सन्दर्भे स्त्रीलिङ्गे अस्ति चेत् तत्र शैलाः इति स्त्रीलिङ्गे भवति वा इति चेत् तत्र शैलः इति पदं पुल्लिङ्गे एव अस्ति अतः अत्र विशेषमपि पुल्लिङ्गे एव शैलाः इत्युक्ते किं भगिनि शैलः इत्युक्ते तत्र पर्वतः शिलायाः एतत् शिलायाः भावः शिलायाः भावः शैलः शिलानाम् एकत्रीकरणं तादृशं किमपि अर्थं वा हा शिलायाः भावः शैलः इति तादृशार्थः शैलः इत्युक्ते पर्वतः एव इत्युक्ते भगिनी शैलः इव उन्नता बालिका तदेव भवति वा शैलः इव उन्नता शैलः इव उन्नता बालिका इति भवति परन्तु अत्र शैल इति पदस्य पुंवद्भावः नास्ति पुल्लिङ्गे एव अस्ति खलु अतः अत्र पुंवद्भावः तत् स्वीकृतं यदि बालिका आसीत् चेत् इति अनन्तरं संस्कृत विशेषणपूर्वपदकर्मधारी एव पुंवद्भावः भवति किल उपमानपूर्वपदकर्मधारी अपि भवति वा उपमानपूर्वपद अत्र सर्वत्र अत्र कर्मधारयस्य प्रभेदः एव खलु अत्र सामानाधिकरण्यं सर्वम् अस्ति यत्र सामानाधिकरण्यम् अस्ति अपि च पूर्वपदं स्त्रीलिङ्गे अस्ति भाषितपुंस्कपदम् अस्ति चेत् तत्र पुंवद्भावः तत्रापि भवितुम् अर्हति परन्तु तादृश उदाहरणम् एतावता अहं न दृष्टवती किमर्थमित्युक्ते तत्र विशेषणं तु त्रिषु लिङ्गेषु भवितुम् अर्हति किन्तु उपमानं तु एकस्मिन्नेव लिङ्गे सामान्यतया भवति उपमानम् एकस्मिन्नेव लिङ्गे एव भवति वा इति चिन्तनीयम् अस्तु अहं चिन्तयामि तत्र उपमानं तु केवलम् एकस्मिन्नेव लिङ्गे भवति तत्र अत्र उदाहरणं पुस्तके पश्यामश्चेत् तत्र चन्द्रः अरविन्दं कुसुमं मेघः इति तादृशपदार्थाः एव सन्ति इति कृत्वा विशेषणं तु सर्वत्र त्रिषु लिङ्गेषु अपि भवति सत्यं महोदय सम्यक् सत्यं सत्यं चिन्तनम् अत्र अत्र उपमानपदं तत्र एकस्मिन् लिङ्गे एव अस्ति अतः सामान्यतया तादृश पुंवद्भावस्य सम्भावना न दृष्टवती एतावता परन्तु अत्र अस्माकं करपत्रे महोदयेन उक्तं पूर्वम् अत्र विद्या एव धनम् इति अवधारणपूर्वपदकर्मधारे समासे तत्रापि पुंवद्भावस्य सम्भावना अस्ति परन्तु तत्र पूर्वपदं भाषितमुष्कपदम् अस्ति चेदेव इति उक्तं, तर्हि अत्र उपमानपूर्वपदकर्मधारयः इति अपि कर्मधारयसमासः, परन्तु तादृशसम्भावना अत्र नास्ति, यतोहि पूर्वपदम् एकस्मिन् लिङ्गे एव अस्ति. विद्या, विद्या इति केवलं स्त्रीलिङ्गे एव अस्ति अतः तत्र भवितुमर्हति. सत्यं सत्यं, तद् तदर्थमेव महोदयेन उक्तं तत्र विद्या, विद्या इति पदं स्त्रीलिङ्गे सर्वदा स्त्रीलिङ्गे एव अस्ति, तत्र पुंवद्भावस्य सम्भावना नास्ति, परन्तु यत्र पूर्वपदे तादृशपदं भाषितपुंस्कपदम् अस्ति चेत् तत्रापि पुंवद्भावः भवितुम् अर्हति इति महोदयेन उक्तं पूर्वं करपत्रे. अस्तु भगिनि, हा अस्तु, प्रायः इतोपि चिन्तयामः अत्र तादृश उदाहरणं किमपि कोऽपि पश्यति चेत् कृपया सूचयन्तु. अस्तु भगिनी अग्रे. हा, संस्कृतगङ्गाधारा, अहं चिन्तयामि अत्र संस्कृतम् एव गङ्गाधारा इति चिन्तितवती, अथवा तत् भवति चेत् अवधारणपूर्वपदः कर्मधारयः भवति. यदि संस्कृतं गङ्गाधारा इव इति स्वीकुर्मः चेत् तदा उपमानोत्तरपदकर्मधारयः भवति. अपि च गङ्गाधारा तदपि कर्तुं प्रायः शक्नुमः. गङ्गाधारा इव इति स्वीकुर्मः चेत् तदपि उपमानोत्तरपदकर्मधारयः इति. किं महोदय, क्षम्यतां, गङ्गायाः धाराः इति षष्ठी तत्पुरुषस्य सामान्य षष्ठी तत्पुरुषसमासे भवति इति चिन्तयामि. सामान्यतया षष्ठी षष्ठी भवति, परन्तु सन्दर्भं दृष्ट्वा अत्र तादृशप्रयोगं कर्तुम् इच्छामः चेत् गङ्गा इव गङ्गाधारा इव इति तथा. गङ्गा इत्युक्ते अत्र गङ्गा इति नदी इति स्वीकुर्मः चेत् तत्र गङ्गाधारा इव इति वाक्यसन्दर्भे किं चिन्तितवती भगिनि भवती? यथा गङ्गा सरति तथाविधधारा तथा गङ्गाधारा इव इत्युक्ते तत्र गङ्गा इव धारा भवितुम् अर्हति. गङ्गा इव धारा इति, हा गङ्गायाः धारा इति एव षष्ठी तत्पुरुष्टु भवति एव, तत्तु भवति एव. यदि धारा संस्कृतस्य धारा इति इति चिन्तयनं कुर्मः तर्हि गङ्गा इव धारा इति भवितुम् अर्हति इति मन्ये. गङ्गायाः प्रत्येकं प्रत्येका धारा शुद्ध यद्भवति तादृशमेव संस्कृते अपि प्रत्येकं शब्दं प्रत्येकः शब्दः शुद्धो भवति इति तदुक्तवती. संस्कृत वाक् गङ्गाधारा इव इति तादृशसमीचीनतया, अपि च तत्र मध्ये स्थगनम् अभूत्वा तस्य वाग् भवति चेत् गङ्गाधारा इव गङ्गाप्रवाहमिव सः वदति इति वदामः किल कवि. तदुक्तं, किन्तु यदि केवलं गङ्गाधारा एव स्वीकुर्मः चेत् संस्कृतं त्यक्त्वा गङ्गाधारा तस्मिन् विषये अत्र गङ्गाधारा इव धारा इति पदम् अत्र धारा इत्यस्य इत्युक्ते अत्र धारा इत्युक्ते अत्र भावः प्रवाहः खलु इति इत्युक्ते भावः खलु. अत्र मध्यमलोपि अपि कर्तुं शक्नुमः वा संस्कृत? अत्र प्रथमतया अत्र अवधारण उत्तरपदम् इति उक्तं खलु, अवधारण उत्तरपदम् इति उक्तं वा गङ्गाधारा एव इति उक्तं वा भगिनि? प्रथमं संस्कृतं गङ्गाधारा इव इति उक्तवती, अनन्तरम् अन्यत् आसीत् संस्कृतम् एव गङ्गाधारा इत्यपि उक्तवती अहम्. हा, गङ्गाधारा इव इत्युक्ते तत्र उपमानपूर्वपदकर्मधारयः समासः. हा हा, अनन्तरम् अवधारण, हा अवधारण सम्यक् एव. उपमान उत्तरपदकर्मधारयः इति वदति चेत् तत्र धारा इति तत्र उपमानम् इति वदति, गङ्गा इति उपमेयम् इति, इत्युक्ते धारायां यः प्रवाहः अस्ति तादृशप्रवाहः गङ्गायामपि अस्ति इति, तादृशचिन्तनं वा? न, तत् भिन्नम् आसीत् भगिनि. संस्कृतं गङ्गाधारा इव तद् उक्तवती अहम् उपमानोत्तरपद तत् अभवत्. अहं चिन्तितवती यदि वयं पदं केवलं संस्कृतधारा इति पदं, न क्षम्यतां, गङ्गाधारा इति पदं स्वीकुर्मः चेत्, अन्यत् पदं गङ्गाधारा इति पदं स्वीकुर्मः चेत् तत्र कथं भवति इति मम. तत्र तु षष्ठी तत्पुरुष भवितुम् अर्हति. भवती उपमान उत्तरपदम् उक्तवती वा, गङ्गाधारा इव इति उक्तवती वा? हा, तत्र चिन्तनम् आसीत् गङ्गा धारा इव इति. तत्र किं किम् अत्र गङ्गाधारा इव इत्युक्ते धारा इति उपमानं, गङ्गा इति उपमेयम्, अन्यत् किमपि गङ्गाधारा इव कावेरी, हा तद् सापि नदी अस्ति. हा, तर्हि तत्र अर्थं दृष्ट्वा तादृश अपि प्रायः. धारा इति उपमानम् इति कथं वा भवति? धारा इति एकः प्रवाहः तावदेव. हा, भावः इति चिन्तितवती, भावः इति चिन्तितवती, धर्मः, धारा धारात्वम् इति धर्मः खलु. सत्यं सत्यम्. अतः अत्र उपमानपूर्वपदकर्मधारेः एव भवति. हा, तथा एव तत्पुरुषसमासः. गङ्गाधारा इति उपमानपूर्वपदं भवति इति उक्तवान् वा महोदय? हा, तथा भवितुम् अर्हति इति. गङ्गा इव धारा कस्यापि कवेः तत्र गङ्गा इव धारा भवति. समीचीनम्. निरर्गलतया गङ्गा इव वक्तुं शक्यते, अतः गङ्गा इव धारा. गङ्गा इति धारा न भवति वा सम्भावना? न, न, गङ्गा इति अत्र धारा, धारा जाति नास्ति, गङ्गा तस्य व्यक्तिः सदस्यः नास्ति, गङ्गा नदी अस्ति अत्र. अस्तु, तर्हि अग्रे अग्रे गच्छेम. संस्कृतमपि समस्तपदमस्ति, संस्कृतमपि समस्तपदमस्ति, सम् इति उपसर्गपूर्वकः अस्ति, सत्यम्. सकारमध्ये कथम् आगच्छति? तत्र किमपि विशिष्टकार्यमस्ति भगिनि, इदानीं चिन्ता नास्ति, विशिष्टकार्यमस्ति. मया श्रुतं सुष्ठु कृतं संस्कृतम् इति पूर्वं श्रुतं भगिनि. सम्यक् कृतं, सुष्ठु कृतं, सम्यक् कृतं. हा, समीचीनम्. अस्तु, तर्हि कीदृशसमासः अस्ति इति तत्पुरुषे? द्वितीया नास्ति भगिनि, अत्र उपसर्गपूर्वकः अस्ति, तत्र प्रायः प्रादिसमासः, प्रादिसमासः इति अत्र नञ् प्रभृतयः इत्यस्मिन् सन्दर्भे किञ्चित् पश्यामः अग्रे. अस्तु, अद्य अस्तु अस्तु. इदानीम् अग्रे बालसुब्रह्मण्य महोदय वदति वा? हिमालयपर्वतः तदभवत्. परशुरामः, परशुहस्त अथवा परशुधृतरामः, मध्यमपदलोपी कर्मधारयः. परशुधृतः वा? परशुधृत अथवा परशुहस्त. परशुहस्त, परशुहस्तः रामः इति वा? परशुधृतरामः, परशुधृतः रामः, परशुधृतः तत्र परशुधृतः तयोः सम्बन्धः कथं भवति? परशु इति आयुधं किल, कुठारी सर्वदा रामः, परशुरामः सर्वदा परशु एव धरति. हा, परशुधृतः रामः. अस्तु, समीचीनं. परशुधारी रामः अपि भवति, परशुधृतः रामः अपि भवति. हा, समीचीनं भगिनि, परशुधृतः धारी गृहीतः, समीचीनम्. अस्तु, अत्र बहुभिः अपि भवति खलु भगिनि, तत् स्वीकुर्मः चेत्. हा, बहुभिः वदतु. परशु परशुं धृतम् अथवा परशुः धृतः, यस् सत्यं तादृशं भवति न भवति तत्र परशुधृतः येन सह इति चेत् तत्र परशुधृतः इत्येव भवति किल परशुधृतः तत्र धृतः इति पदं लोपः अभवत् परशु रामः परशुधृतः परशुधृतः येन सह इति तावदेव वदति चेत् तत्र रामः इति पदमेव नास्ति अतः परशुधृतः इति एव भवति परशुधृतः इति समस्तपदं सत्यम् इदानीं परशुधृतः रामः इति वदामः चेत् तत्र परशुधृतः रामः तत्र धृतः इति परस्य लोपः भूत्वा परशुरामः धृतः एव रामः भवति तत्र परशुरामः इति यदा कदापि बहुव्रीहिः न भवति तत्र साक्षात् रामः इति उक्तं किल अन्यपदार्थसूचना एव नास्ति तस्यैव सूचना अतः मध्यमपदलोपी कर्मधारयः एव भवति न मध्यमपदलोपी कर्मधारयः एव परन्तु तत्र परशु अपि धृतः तयोः सम्बन्धः कः परशुधारी इति उक्तं किल तस्मिन् हस्ते अस्ति इति कृत्वा रामस्य परशुधारी परशुधारी रामः परशुरामः इति परशुधारी रामः परशुधृतः रामः इति न भवति इति वदति वा इति अपि परशुधृतः तत्र व्याकरणरीत्या तत् समीचीनं वा इति भ्रमः अस्ति मयि किन्तु परशुधारी रामः इति मध्यमपदलोपी कर्मधारेः एव एतत् बहुव्रीहिः न भवति न महोदय मम रामः इति यदि त्यजामः परशुधारी इत्येव स्वीकुर्मः चेत् तावदेव स्वीकरोति चेत् तत्र इदानीं तत्र मध्यमपदल न भवति केवलं परशुधारी चक्रपाणिः इति तादृशं परशुधारी परन्तु परशुधारी तु उपपद उपपद तत्पुरुषसमासः भवति परशुं धरति इति उपपद् भवति तत्र न भवति न न परशुं धरति इति भवति चेदेव तत्र उपपदं भवति तत्र परशुधारी इत्युक्ते धारी नाम कः इति प्रश्नः उदेति अन्यः अन्यपदप्रधानः एव न महोदय क्षम्यताम् अत्र येन परशुः धृतः सः परशुधारी किल येन परशुधृतः अथवा यस्य धारिणि धारिणिति इनि प्रत्ययान्तपदमस्ति अतः अस्य अस्मिन् वा परशुः अस्य अस्मिन् वा इति परशुधारी तथा तर्हि यस्य हस्ते अस्ति इति वक्तव्यं भवति यस्य हस्ते परशुः भवति सः परशुधारी इति भवति वा यदि परशुधरति इति भवति चेत् तत्र समासः भवति परशुधरः इति परशुधरः यथा कुम्भकारः इति भवति तथा परशुधरः इति भवति सूत्रधारः सूत्रं तादृशं भवति अस्तु इतोपि चिन्तयामः तस्मिन् विषये चिन्तयित्वा अग्रिमसप्ताहे पश्यामः तत्र सर्वे चिन्तयन्तु अग्रे गच्छेम इदानीम् अत्र एकशतम् एकगुणितशतम् एकगुणितशतम् इति चेत् तत्र शतम् इत्युक्ते तत्र एकवचने एव अस्ति खलु तत्र शतम् एकवचने एव अस्ति एकगुणितं शतम् इति वदामः चेत् तस्य अर्थः कः पुनः तदेव भवति खलु अत्र राजेन्द्रमहोदय किं वदति भगिनि अहमपि तथैव लिखितवान् अत्र एकगुणितं परन्तु यथा भवती उक्तवती तत् प्रायशः विशेषेण पूर्वपदकर्मधारयसमासः अस्ति वा विशेषणम् अत्र शतम् इति एकवचने एव अस्ति, अतः पुनः एक इति वदनस्य का आवश्यकता? एकः विशेषणम् अवधारणं भवति वा? एकम् एव शतं भगिनी, संख्या शतं द्विशतं सदैव शतमेव भवति न तु शतानि? हा, शतम् एकवचने सर्वदा एकवचने नपुंसकलिङ्गे एव अस्ति. एकशतम् इति विशेषणपूर्वपद एकं शतम्. एकं शतम् अस्तु. अत्र अन्यत् किमपि न? एकं शतं भवितुं नार्हति इति चिन्तयामि भगिनि. किमर्थम् इत्युक्ते केवलम् एकम् इति यथा उन्नतः बालकः इति उन्नतः आगच्छति इति वक्तुं शक्नुमः तत्र. किन्तु एकम् अस्ति इति वदामः चेत् तत्र शतम् इति भवितुम् अर्हति. तदेव तदर्थमेव अहम् उक्तवती शतमिति एकवचने एव अस्ति, अतः एकं शतम् इति तादृशं प्रायः न भवति. अत्र तु मध्यमपदलोपि अस्ति खलु. एकाधिकं शतं, सत्यं. सरला भगिनी वदतु. एकाधिकं शतं, किन्तु यद् एकाधिकं शतं भवति एकं 1+100 किं केवलं शतम् ओन्लि 100 हा शतम् इति वदामः. 100 इत्युक्ते शतम्. तत्र सम्भावनापूर्वपदकर्मधारः भवति न भवति वा? एकम् इति व्यक्तिः शते साको जातिः नास्ति. शतमिति जातिः नास्ति, जातिः नास्ति. भगिनि मम चिन्तनमस्ति विशेषणपूर्वपदकर्मधारे समासम् एकः एकं शतं. तदेव वयम् उक्तवन्तः अत्र प्रायः विशेषणपूर्वपदकर्मधारः न भवति, यतोहि अत्र एकं शतम् इति एकम् इति वदामः चेत् तत्र शतस्य सूचना नास्ति. अत्र शतम् इति वस्तुतः एकवचने एव अस्ति, एकवचने एव अस्ति. अतः शतम् इति वदामः चेदेव वयं जानीमः अत्र एकशतम् इत्यस्य अर्थः अस्ति, अतः पुनः एकम् इति वदनस्य आवश्यकता. परन्तु एक आङ्ग्ल उदाहरणे 100 आङ्ग्ल उदाहरणं त्यजतु भगिनि. चेत् 100 that's what you're saying, right? हा, आङ्ग्ल उदाहरणं त्यजतु इदानीं. 100 is a group of group that indicates 100. हा, तत्र शतम् इति वदामः चेत् 100 इति एव अर्थः खलु. आम्, तर्हि पुनः एक इति वदनस्य का आवश्यकता भगिनी? 200 इत्युक्ते तत्र द्विगुणितं शतम्, अतः 100 इत्युक्ते 101 इति नास्ति इति चिन्तयामि भगिनि. एकं एकं गुणितं शतम् इति वदति चेत् तत्र पुनः एकशतम् इति अर्थः, 100 इति अर्थः. परन्तु एकाधिकं शतम् इति वदति चेत् तत्र 101 इति अर्थः. मम चिन्तनं विशेषणपूर्वपद मध्यमलोपि कर्मधारे द्वे अस्ति, एकं शतम् एकशतं पदे. अस्तु, चिन्तयामः. तत्र वस्तुतः शतम् इति एकवचने एव अस्ति, अतः पुनः एकम् इति वदनस्य आवश्यकता प्रायः नास्ति. अथवा यदि कोऽपि 100 रूप्यकाणि ददातु इत्युक्ते किं दद्मः भगिनि? अहं चिन्तयामि 100 रूप्यकाणि एव, एकाधिकशतं न इति अहं चिन्तयामि. न, अत्र सवाक्यसन्दर्भे कीदृशप्रयोगः इति दृष्ट्वा अपि वक्तुं शक्यते. अत्र सामान्यतया पूर्वस्मिन् काले यदा एकशतम् इति वदति चेत् तत्र एकाधिकशतम् इति एव अर्थः. शास्त्रे पुनरुक्तिदोषः इति. सत्यं सत्यं सत्यं सत्यं, पुनरुक्तिदोषः भवति इति. परन्तु चिन्तयामः, इतोपि तत्र भाषापाक तत्र किमपि अस्ति वा 100 इत्यस्मिन् विषये? कुत्रचित् मया पठितं तत्र 100 इत्युक्ते एकवचने एव भवति इति. गीताप्रवेशे वा स्वरूपमहोदयेन उक्तं वा न स्मरामि, किन्तु एकाधिकं पूर्वस्मिन् काले 100 साहित्ये तु एकाधिकशतम् इत्युक्ते एकाधिकशतम् अपि अस्मिन् संस्कृतभारत्यां वयं सर्वे एकाधिकशतं वा शताधिक एकं तादृशं वयं वदामः किन्तु स्पेसिफै कृत्वा किन्तु साहित्ये वैकल्पिकमस्ति अर्थे अस्तु इदानीम् अत्र दृष्ट्वा अनन्तरं चिन्तयामः एतस्मिन् अपि टेक् कुर्मः अत्र विषयं वक्तुमिच्छामि तत्र विशेषणपूर्वपदकर्मधारयः न भवति किमर्थमित्युक्ते यदि सङ्ख्यापदं विशेषणं भवति चेत् तद्विगुसमासः भवति सर्वत्र तथा नास्ति महोदय कुत्रचित् सङ्ख्यापदं संज्ञायाम् अस्ति चेत् तत्र विशेषणपूर्वपदकर्मधारय अपि भवितुम् अर्हति यत्र यत्र सङ्ख्यापूर्वपदम् अस्ति चेत् सर्वत्र द्विगुः इति न अर्थः उदाहरणमस्ति वा मनसि इदानीं सप्तऋषयः सप्तऋषयः ऋषयः इति द्विगु एव किल न विशेषणपूर्वपदकर्मधारयः विशिष्टसूत्रमस्ति महोदय तदर्थं यत्र संज्ञायाम् अस्ति पूर्वपदं यदि सप्तर्षि तारकासमूहः इति उक्तमस्ति चेत् तत्र तु द्विगुसमासः अस्ति वा न न सप्तऋषयः सर्वदा विशेषणपूर्वपदकर्मधारयः द्विगुः न भवति द्विगुः एव न भवति यतोहि तत्र तदर्थं सूत्रमस्ति ओके अस्तु तर्हि अग्रे अग्रे गच्छेम इदानीम् अत्र अग्रिमम् अत्र भगिनि केवलं प्रश्नः अग्रिमसप्ताहे यदा पश्यति भवती मम प्रश्नः अस्ति एकशतं द्विशतं इति वदामः चेत् तत्र भिन्नरीत्या स्वीकुर्मः च वा इति कृपया तदपि अत्र यत्र द्विशतम् इति वदामः तत्र द्विधा वक्तुं शक्यते द्विगुणितं शतम् अथवा द्वयधिकं शतम् इति उभेदा वक्तुं शक्यते अत्र सन्दर्भं दृष्ट्वा वयम् अर्थस्य अवगमनं कर्तुं शक्नुमः द्विशतम् इति वदामः हा तथा अस्ति सन्दर्भं दृष्ट्वा अर्थम् अवगन्तुं शक्नुमः परन्तु एकशतम् इत्यस्मिन् विषये किञ्चित् क्लेशः अस्ति यतोहि शतम् इत्युक्ते एकमेव तत्र एकवचने एव अस्ति अतः पुनः एकशतम् इति तत्र एकगुणितशतम् इति भवति वा इति मम मनसि क्लेशः अस्ति पृष्ट्वा अथवा दृष्ट्वा वदामि अस्तु अग्रे तर्हि अग्रे बालसुब्रह्मण्य महोदय एकशतम् अनन्तरं स्फटिकशुभ्रं स्फटिकशुभ्रं स्फटिक इति विशेषण उत्तरपद विशेषणपूर्वपद स्फटिक इव शुभ्रं स्फटिकमेव शुभ्रं शुभ्रं पुनः किं कीदृशसमासः स्फटिकम् इव उपमानपूर्वपद हा उपमानपूर्वपद कर्मधारयः यतोहि शुभ्रम् इति साधारणधर्मः अस्ति खलु साधारणधर्मः हा सत्यम् अस्तु अग्रिमं करोतु देहलीनगरं देहली इति नगरः देहली इति नगरं सम्भावनपूर्वपदकर्मधारयः अस्तु समीचीनं धन्यवादः अग्रे पद्मा भगिनी आं भगिनि आं रामायणमहानदी अत्र अवधारणपूर्वपदकर्मधारय अस्ति रामायण महानदी एव रामायणं रामायणम् एव महानदी रामायणम् एव महानदी अवधारणपूर्वपद महानदी तत्र समस्तपदमस्ति वा महत् नदी पुनः वदतु रामायण एव महत् नदी महत् नदी इति तत्र राजेन्द्रमहोदय किं वदति चिन्तयामि महती नदी महती महत् पुंलिङ्गे अस्ति एकवचने महत् प्रातिपदिकम् अस्ति खलु महत् इति प्रातिपदिकम् आम् पुल्लिङ्गे किं भवति महत् इति पुल्लिङ्गे किं भवति महान् इति भवति खलु. अस्तु अग्रिमं करोतु. भगिनि अहं चिन्तितवती रामायण इति महानदी यथा गीता इति ग्रन्थ. हा तत्र रामायण महानदी नदी नास्ति खलु. रामायणं ग्रन्थमस्ति, ग्रन्थः अस्ति. हा अस्तु. रामायणं महानदी इव अपि भवितुम् अर्हति खलु भगिनि. रामायणं महानदी इव, महानदी इव, हा तथापि तथापि चिन्तयितुं शक्नुमः इति. रामायणं महानदी इव उदाहरणं किमपि अस्ति वा? इत्युक्ते यथा महानदी सरति तथा रामायणमपि चलति एव. बृहत् अस्ति अथवा तथाविध ज्ञानं तस्मिन् तथाविध चलति तथा. हा उपमान उत्तरपदकर्मधारयः इति वदति वा? हा अस्तु. हा तत्र चिन्तयितुं शक्नुमः इति मन्ये. बहुत्रय मम चिन्तनमस्ति अवधारणपूर्वपदं. हा अवधारणपूर्वपदम् अस्ति एव, परन्तु तत्र उपमान उत्तरपदम् अपि अस्ति वा इति प्रश्नः. तथापि प्रायः भवितुमर्हति इति चिन्तयामि. रामायणमहानदी इव तदापि भवितुमर्हति. अस्तु अग्रिमं करोतु. रामायण इति अपि समस्तपदं षष्टिपुत्र रामस्यायनं. सत्यं रामस्यायनं समीचीनं. षष्टि गर्भ अवधारणपूर्व महानदी इति भवति विशेषणपूर्वपद. कथं वदामः षष्टितत्पुरुष विशेषणपूर्वपद, षष्टितत्पुरुषगर्भ विशेषणपूर्वपदगर्भ अवधारणपूर्वपदसमासः सर्वनरे समासः. अस्तु. प्रथमं सम्बन्धं रामायण इति महानदी इति तत् भवति, तदनन्तरं गर्भगर्भ कर्तव्यं. सत्यम्. अस्तु अस्तु अग्रे पद्मा भगिनी. गगनविशालं गगन इव विशालं, गगन इव इच्छा विशालं उपमानपूर्वपदकर्मधारे समासः. गगनमिव विशालम् उपमानपूर्वपदकर्मधारे समासः. किमर्थं विशालं? गगनं उपमानम् अस्ति अत्र, विशालम् विशालं साधारणधर्ममस्ति, गगनं उपमानं. समीचीनं सम्यक् महोदय. तत्र विशेषण उत्तरपद अपि भवितुम् अर्हति वा? विशेषण उत्तरपदमिति वा? आम्. गगनं विशालमिति एक विशेषणमस्ति, गगनमिति विशेषणमस्ति इति अहं चिन्तयामि. विशेषण उत्तरपदं विशालम् इति उत्तरपदम् उत्तरपदे अस्ति गगनं. हा तथा चिन्तयितुं शक्नुमः, परन्तु तत्र यत्र विशेषण उत्तरपदमस्ति तत्र विरलतया एव भवति महोदय. अत्र विशिष्टस्थलेषु एव भवति सामान्यतया. तत्र विशेषण उत्तरपदकर्मधारसमासः सामान्यतया न भवति, विरलतया एव भवति. अतः अत्र गगनं विशालम् इति विशेषण उत्तरपदम् इव दृश्यते, परन्तु तादृशसमासः भवति वा इति द्रष्टव्यम्. यतोहि अत्र बहूनि उदाहरणानि न सन्ति, अतः एव अस्माकं पुस्तके अपि न दत्तं विशेषण उत्तरपदम्. अस्तु तर्हि इदानीम् अत्र गीताप्रवेशपुस्तके वन् त्री जीरो इति पृष्ठसङ्ख्या अस्ति, त्रिंशदधिक एकशतं पृष्ठ एकशततमे पृष्ठे. वस्तुतः अत्र 132 सोरि क्षम्यताम् अत्र 132 इति पृष्ठसङ्ख्या द्वात्रिंशत् अधिक एकशततमे पृष्ठे ऋगुसमासः इति विषयः. अस्तु सावित्री भगिनी पठति वा एतानि वाक्यानि परिशीलयत. हरि ओम् श्रूयते वा? हा श्रूयते. हा द्विगुसमासः एतानि वाक्यानि परिशीलयत. भगवान् कन्दः षण्मातुरः अस्ति. पुनः पठतु. भगवान् कन्दः षण्मातुरः अस्ति. षण् इति नास्ति खलु अत्र? हा क्षम्यतां षाण्मातुरः क्षम्यताम् षाण्मातुरः अस्ति. तत् भगवान् स्कन्दः षाण्मातुरः अस्ति. इदानीं चैत्रमासस्य प्रथमः सप्ताहः प्रवर्तमानः अस्ति. सत्पुरुषाः स्वकार्यैः त्रिभुवनम् अपि तोषयन्ति. पञ्चवटी सीतारामयोः प्रियं स्थानम् आसीत्. अग्रे पठामि वा? हा पठतु. एतेषु वाक्येषु स्थूल अक्षरैः मुद्रितानां समस्तपदानां विग्रहवाक्यम् इदं भवति. षण्णां मातॄणाम् अपत्यं पुमान् अपत्यं षण्मातुरः षाण्मातुरः क्षम्यता षाण्मातुरः इत्युक्ते तस्य मातरः इति तद् विवरणम् अनन्तरं वा पठामि वा केवलं? हा पठतु प्रथमतया. आं सप्तानां अह्नाम् अह्नां समाहारः सप्ताहः. त्रयाणां भुवनानां समाहारः त्रिभुवनम्. पञ्चानां वटानां समाहारः पञ्चवटी. एतानि सर्वाणि अपि द्विगुसमासस्य उदाहरणानि. द्विगुसमासः अपि तत्पुरुषसमासस्य भेदः. द्विगुसमासे पूर्वपदं सङ्ख्यावाचकं भवति. तदेव अत्र द्विगुसमासः अपि तत्पुरुषसमासस्य भेदः अन्यतमः तत्र प्रभेदः एव इति. तत्र आदौ सङ्ख्या भवति इति. एतत् समस्तं पदं सङ्ख्यया आरम्भः भवति. अत्र द्विगुसमासस्य समस्तं पदम् अत्र उदाहरणं तु एकमेकं यदि स्वीकुर्मः षाण्मातुरः इति पदस्य अर्थः तु षण्णां मातॄणाम् अपत्यम् इत्युक्ते तस्य अपत्यम् इत्युक्ते सन्तानं पुत्रः कमपि तस्य मातरः तत्र षट् तत् मातरः इति इत्युक्ते तत्र स्कन्दः इति उक्तम् अतः कुमारस्वामी इति. यद्यपि षट् मातॄणां तु षण्णां मातॄणां पुत्रः इति कृत्वा तस्य षाण्मातुरः इति समासः तत्र समस्तं पदम्. एवं सप्ताहः सप्ताहः इत्युक्ते सप्तानां अह्नानाम् अथवा अह्नां समाहारः इत्युक्ते दिनं तत्र अत्र तेषां रात्रि दिवारात्रि इति वदामः तयोः समाहारः सप्त दिवा सप्तरात्रि एतेषां समाहारः तत्र सप्ताहः इति. त्रिभुवनम् इत्युक्ते क्षम्यताम् एकः प्रश्नः. अह्नाम् इति पदस्य प्रातिपदिकं किं भवति भगिनि? अहन् अहन् ओ अस्तु. पुल्लिङ्गशब्दः वा? अहन् हा पुल्लिङ्गशब्दः. राजन्य वा? अस्तु. षण्णानां तत्र षट् भवति वा? षट् षट् एव भवति. अत्र किञ्चिदेव वदामि अत्र कीदृशसमासः इति. भगिनी प्रथमतया वदतु. अस्तु अग्रे समापयामि वा? समापयतु. त्रयाणां भुवनानां समाहारः इत्युक्ते भुवनत्रयम् इति त्रिभुवनम् इति तत्र त्रिभुवनानां समाहारः समाहारेण तस्य त्रिभुवनम् इति एकेन शब्देन वदामः. पञ्चानां वटानां समाहारः पञ्चवटी इति इत्युक्ते पञ्चकुटीरः तत्र वटानां समाहारः इति एतेषु सर्वेषु अपि आरम्भे सङ्ख्या आगतम् इति एतत् द्विगुसमासपदम् इति तत्पुरुषे अन्यतमः इति. समीचीनं भगिनि. तर्हि अत्र विषयः अस्ति द्विगुसमासः इति. यथा भगिनी उक्तवती तत्पुरुषसमासस्य एव एकः प्रभेदः अस्ति. तत्र द्विगुसमासे त्रिविधा भवति द्विगुसमासः. तद्धितार्थद्विगुः, उत्तरपदद्विगुः, अनन्तरं समाहारद्विगुः. अत्र तु पुस्तके प्रायः अत्र समाहारद्विगुः तस्य उदाहरणानि एव दत्तमस्ति. षाण्मातुरः इति तु तद्धितार्थद्विगुः. तर्हि आहत्य अत्र त्रिविधा भवति तद्धितार्थद्विगुः, उत्तरपदद्विगुः, समाहारद्विगुः. तद्धितार्थद्विगुः इत्युक्ते अत्र द्विगुसमासे यत्र तद्धितप्रत्ययं योजयामः, तद्धितप्रत्ययं योजयित्वा यत्र समस्तपदं भवति तत्र तद्धितार्थद्विगुः इति वदामः. अत्र पुस्तके एकमेव उदाहरणमस्ति, षण्णां मातॄणाम् अपत्यम् इति. तत्र षण्णां मातॄणाम् अपत्यम्, अपत्यम् इत्युक्ते पुत्रः इति अर्थः. षट् इति प्रातिपदिकं स्वीकृत्य अनन्तरं मातृ इति प्रातिपदिकं स्वीकृत्य तत्र तद्धितप्रत्ययं योजयामः. तद्धितप्रत्ययः यत्र योजयामः तत्र आदिवृद्धिः भवति. अतः षट् इति पदस्य आदिवृद्धिः भूत्वा षाट् इति भवति. षाट् योगः मातुरः, तत्र सन्धिं कृत्वा, अनुनासिकसन्धिं कृत्वा षाण् मातुरः इति समस्तपदं भवति. यत्र वयं सामान्यतया तत्र दशरथस्य पुत्रः इति वदामः चेत् दाशरथिः इति तद्धितान्तप्रत्ययं योजयित्वा दाशरथिः इति पदं वयं श्रुतवन्तः सर्वे. एवमेव वसुदेवस्य पुत्रः वासुदेवः इति वदामः. एवमेव अत्रापि षट् मातः यस्य सः षाण्मातुरः. तद्धितप्रत्ययं योजयित्वा समस्तपदं द्विगुसमासः तद्धितार्थद्विगुः इति वदामः. एवमेव अत्र अन्यत् उदाहरणं, द्वयोः मात्रोः अपत्यम्. द्वयोः मात्रोः अपत्यं द्वयि मातुरः इति समस्तपदं भवति. अनन्तरम् अत्र उत्तरपदद्विगुः अपि अस्ति. पुस्तके उदाहरणं नास्ति, अत्र केवलं सूचनार्थम् एकं वदामि. अत्र पञ्चगावः धनं यस्य सः इति अस्ति. पञ्चगावः धनं यस्य सः, पञ्चगवधनः इति अस्ति. पञ्चगवः इति वदामः चेत् अत्र प्रथमतया तत् यत्र द्विगुसमासः भवति इति चेत् यत्र सामान्यतया पूर्वपदे सङ्ख्यावाचकपदम् अस्ति, उत्तरपदे सुबन्तं पदम् अस्ति चेत् द्विगुसमासः भवति सामान्यतया. तत्र अपवादाः अपि सन्ति. तर्हि इदानीम् अत्र पञ्चगावः धनं यस्य सः इति विग्रहवाक्ये पञ्चगावः इति पूर्वपदम् अस्ति. पञ्चगावः तत्र सङ्ख्या अपि अस्ति पूर्वपदे. पञ्चगावः इति पदं पदद्वयं स्वीकृत्य सामान्यतया समाहारद्विगुसमासः भवति. तर्हि पञ्चगावः इति अस्ति चेत् अत्र पञ्चानां गवां समाहारः पञ्चगवम् इति द्विगुसमासः भवति. परन्तु अत्र त्रीणि पदानि सन्ति, पञ्चगावः धनम् इति त्रीणि पदानि सन्ति. तर्हि अत्र उत्तरपदं धनम् इति पदम् उत्तरपदम् इति वदामः. अतः अत्र उत्तरपदद्विगुः इति कृत्वा तत्र त्रिपदबहुव्रीहिसमासः इति भवति. पञ्चगावः धनं यस्य सः, पञ्चगवधनः इति तादृशसमस्तपदं भवति. परन्तु इदानीम् अस्माकं पुस्तके किम् अस्ति इति चेत् समाहारद्विगुः इत्यस्य एव उदाहरणानि सन्ति. अतः प्रथमतया तद्विषये एव इदानीं पठामः. समाहारद्विगुः इत्युक्ते समाहारार्थे, इत्युक्ते समुदायार्थे. यत्र पूर्वपदे सङ्ख्यावाचकं पदम् अस्ति, उत्तरपदे सुबन्तं पदम् अस्ति, तत्र समाहारद्विगुसमासः भवति. समाहारः इत्युक्ते समूहः इति अर्थः. समूहः इति अर्थः विपक्षितः अस्ति चेत् तदा द्विगुः भवति. समूहः सर्वदा एकवचने एव भवति. समूहः अतः अत्र समाहारद्विगुः अपि सर्वदा एकवचने एव भवति, द्विवचने अथवा बहुवचने न भवति. तर्हि अत्र समस्तपदस्य लिङ्गं किम् इति चेत्, समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति सामान्यतया, कुत्रचित् स्त्रीलिङ्गे अपि भवति, कुत्रचित् पुल्लिङ्गे अपि भवति. कुत्र सामान्यतया नपुंसकलिङ्गे भवति, कुत्र स्त्रीलिङ्गे भवति इति चेत्, यत्र उत्तरपदस्य अन्ते ह्रस्व अकारः अस्ति तत्र सामान्यतया स्त्रीलिङ्गे भवति. इदानीम् अत्र त्रयाणां लोकानां समाहारः इति समस्तप इति विग्रहवाक्यं, त्रयाणां लोकानां समाहारः. तर्हि लोक इति पदं तत्र अकारान्तपदमस्ति, अकारान्तप्रातिपदिकमस्ति लोक. तर्हि तत्र समस्तपदे स्त्रीलिङ्गे भवति त्रिलोकी इति पदं. परन्तु सर्वत्र तथा एव भवति वा इति चेत् तत्रापि अपवादाः सन्ति. यथा अत्र त्रयाणां भुवनानां समाहारः, भुवन इति अकारान्तमस्ति, तर्हि त्रिभुवनी इति नास्ति तत्र समस्तपदं, तत्र तु त्रिभुवनम् इति एव अस्ति, तत्र अपवादः अस्ति. अतः यत्र पदं पात्रं भुवनं युगम् इत्यादयः अस्ति, इत्यादयः सन्ति, तत्र उत्तर तत्र समस्तपदं स्त्रीलिङ्गे न भवति, नपुंसकलिङ्गे एव भवति, अन्यत्र स्त्रीलिङ्गे भवति इति अत्र सामान्यनियमः. अतः अत्र षाण्मातुरः इति तदितार्थसमासः अस्ति, यतोहि तदितप्रत्ययं योजयित्वा तत्र षाण्मातुरः इति समस्तपदं. सप्तानाम् अह्नानां समाहारः इति समाहारद्विगुसमासः. सप्ताहः इति तत्र तु पुल्लिङ्गे अस्ति. अनन्तरं त्रयाणां भुवनानां समाहारः त्रिभुवनम् अत्र नपुंसकलिङ्गे अस्ति. यद्यपि भुवन इति पदं अकारान्तप्रातिपदिकमस्ति, तथापि तत्र अपवादरूपेण नपुंसकलिङ्गे अस्ति. पञ्चानां वटानां समाहारः पञ्चवटी, वट इति अकारान्तपदं, तर्हि तत्र स्त्रीलिङ्गे पञ्चवटी इति समस्तपदम्. अतः अत्र अत्र वस्तुतः अत्र नियमाः न सन्ति. अत्र पूर्वं कीदृशप्रयोगम् आसीत्, पूर्वं कीदृशप्रयोगः आसीत् इति दृष्ट्वा एव समस्तपदं भवति. यथा अत्र लौकिक अस्माकं प्रादेशिकभाषासु वयं नवरात्रि इति वदामः, नवरात्रि, परन्तु संस्कृतभाषायां नवरात्रि इति नास्ति समस्तपदं. नवानां रात्रीणां समाहारः नवरात्रम् इति नपुंसकलिङ्गे एव भवति तत्र. कोऽपि प्रश्नः वा एतावत्? अस्तु. तदितार्थद्विगुः अपि च उत्तरपदद्विगुः अग्रे गत्वा प्रायः अहं पुस्तकात् कानिचन उदाहरणानि प्रेषयामि, पश्यन्तु. वस्तुतः व्याकरणरीत्या यावत्पर्यन्तं न पठामः सम्यक्तया अवगन्तुं न शक्नुमः कथम् एतादृशरूपम् अभवत् इति. अतः इदानीम् अत्र केवलं परिचयरूपेण कथं भवति इति एकवारं पश्यामः, परन्तु अत्र सम्यक्तया अवगमनार्थं व्याकरणरीत्या पठित्वा एव अवगन्तुं शक्नुमः. सूत्रं दृष्ट्वा अपि च कीदृशप्रत्ययः अस्ति सर्वं दृष्ट्वा एव अवगन्तुं शक्नुमः. अतः तदितार्थद्विगुः उत्तरपदद्विगुः द्वयोः कृते केवलम् उदाहरणानि एव सन्ति, अत्र दृष्ट्वा किञ्चित् पेटर्न् पेटर्न् रेकग्निशन् कर्तुं शक्नुमः. तावदेव अत्र इदानीं. स्त्रीलिङ्गं कथं भवति इति विषये प्रायः अभ्यासः अपेक्षते किल? सत्यम्, सत्यम्, अभ्यास नो चेत् श्रुत्वा एव अथवा पठित्वा ज्ञातुं शक्नुमः, नो चेत् कथं वटि इति तादृशसूत्रं किमपि नास्ति. सूत्रे तु नपुंसकलिङ्गे एव भवति इति उक्तं, स नपुंसकम् इति सूत्रेण द्विगुसमासः नपुंसकलिङ्गे भवति इति उक्तं. तर्हि तत्र सर्वत्र नपुंसकलिङ्गे भवति वा इति चेत् न, तथा नास्ति. कुत्रचित् स्त्रीलिङ्गे अपि भवति, तत्र तादृशप्रयोगः अस्ति, अतः स्त्रीलिङ्गे एव स्वीकुर्मः. तत्र पञ्चवटी, पञ्चवटम् इति न भवति, पञ्चवटी इति एव रूपं. तथैव त्रिलोकी, त्रयाणां लोकानां समाहारः त्रिलोकी. एतदपि पञ्चगुः इति श्रुतं वा इति, पञ्चानां गवां समाहारः पञ्चगुः अपि स्यात् वा अन्ये शब्दः? पञ्चगुः इति अपि अस्ति, पञ्चगुः इत्यपि अस्ति समानार्थः. पञ्चगुः इति समानार्थः नास्ति तत्र. पञ्चगुः इति प्रायः विशेषणपूर्वपदकर्मधारय समासः अनन्तरं दृष्ट्वा वदामि भगिनि, अत्र पुस्तके अस्ति. त्रिलोकी इति पदे त्रिलोकिन् इति प्रातिपदिकं नास्ति वा? न न न, त्रिलोकिन् इति नास्ति, स्त्रीलिङ्गे एव अस्ति. लोक इति एव पदं, लोक इति पदं स्वीकृत्य तत्र सी प्रत्ययं योजयित्वा त्रिलोकी. अग्नि नवग्रह इति नवानां ग्रह ग्रहाणां समाहारे इति भवति नवग्रह. नवग्रहः इति नवग्रहः इति समस्तपदम् अस्ति वा, अथवा नवग्रहः इति पदं खलु? आम्, हा नवग्रहः, हा तत्र पुल्लिङ्गे समस्तपदमस्ति इति दृष्टवती वा कुत्रचित्? न, अहं सप्तर्षिः इव स्यात् वा इति. नवग्रहः इति वा, सप्तर्षिः नवग्रहः इति कुत्रचित् ध्वनिः अस्ति भगिनि कस्यचित् गृहे? नवग्रहः इति, नवग्रहः इति संज्ञापदम् अस्ति चेत् विशेषणपूर्वपदकर्मधारय समासः भवति, परन्तु तत्र नवग्रहः इति संज्ञा अस्ति वा? नवग्रहपूजा यदि भवति न, नवग्रहपूजा संज्ञापदम् अस्ति वा इति द्रष्टव्यं. संज्ञापदम् अस्ति चेत् तत्र द्विगुसमासः न भवति, विशेषणपूर्वपदकर्मधारयः भवति. भगिनी पद्मा भगिनी कृपया म्यूट् करोतु. नवानां ग्रहाणां समाहारः एव भवति किल भगिनि? हा, तथा एव अहं चिन्तितवती, नवानां ग्रहाणां समाहारः नवग्रहः इति चिन्तितवती. आम्, परन्तु अत्र नवग्रहः इति संज्ञापदम् अस्ति वा इति चिन्तनीयं. तादृशसंज्ञा नास्ति, यस्य कस्यापि तत्र समाहारः एव, यस्य कस्यापि गृहस्य नवग्रहः इति नास्ति पदम्. हा संज्ञा नास्ति चेत् तत्र द्विगुसमासः एव भवति, द्विगुसमासः भवति, समाहारः समाहारद्विगुः भवति. अत्र पुल्लिङ्गे प्रयोगः अस्ति वा? तत्र नवग्रहः इति पुल्लिङ्गे एव अहं श्रुतवती, पुल्लिङ्गे प्रयोगः अस्ति इति चिन्तयामि, अतः अत्र पुल्लिङ्गे नवग्रहः इति भवति. अस्तु, तर्हि अत्र लीना भगिनी अग्रे त्रीणि उदाहरणानि पठति वा पुस्तकात्? त्रयाणां लोकानां समाहारः तत् हा द्विगुसमासस्य एतेषु उदाहरणेषु उत्तरपदे विशेषं स्मरत. त्रयाणां लोकानां समाहारः त्रिलोकी, नवानां रात्रीणां समाहारः नवरात्रम्, पञ्चानां गवानां समाहारः पञ्चगवम्. अस्मिन् उदाहरणे लोक इति पुल्लिङ्गशब्दः अस्ति, तर्हि अपि लोकी इति स्त्रीलिङ्गिपदं भवति यदा भवत्याः उक्तं, भवत्या उक्तं. तत्पश्चात् रात्रि इति स्त्रीलिङ्गिपदम् अस्ति, परन्तु समस्तपदे रात्रम् इति नपुसकलिङ्गं पदं भवति. पञ्चानां गवानां समाहारः इत्यत्र पञ्चगवम् इति समस्तपदं भवति. गो इति शब्दः स्त्रीलिङ्गे एव अस्ति खलु? गो इति शब्दः स्त्रीलिङ्गे अस्ति, तथापि अत्र विशिष्ट किमपि कार्यं कृत्वा गवम् इति तत्र गो इत्यस्य एक तद्धितप्रत्ययं योजयित्वा तत्र गव इति भूत्वा अनन्तरं नपुंसकलिङ्गे गवं गवम्. भगिनि, गो इति ओकारान्त पुल्लिङ्गशब्दः इति अहं चिन्तयति, नास्ति स्त्रीलिङ्ग, स्त्रीलिङ्गशब्दः. ओ अस्तु, द्वितीयस्त्रीलिङ्ग, स्त्रीलिङ्गशब्दः. अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? तत्र एकः एव प्रश्नः भगिनि, तत्र सप्तानां ऋषीणां समाहारः सप्तर्षयः इति नास्ति, भिन्नसूत्रमस्ति वा तत्र? हा, भिन्नसूत्रमस्ति, अनन्तरं सूचयामि महोदय. अत्र सूत्रमस्ति, तदर्थं विशिष्टसूत्रमस्ति, तेन सूत्रेण अत्र द्विगुसमासः न भवति. अस्तु. इत्युक्ते तत्र अपवादत्वेन तत्पुरुषसमासः भवति, न तु इत्युक्ते तत्पुरुषः एव, द्विगु अपि तत्पुरुषः एव, किन्तु द्विगु इति वदामः, तत्र किं वदामः? संख्यापूर्वपदकर्मधारयः. संख्यापूर्वपदकर्मधारयः अस्तु. भगिनी एक प्रश्नः अस्ति मम. किम् किं सप्ताहः पुंलिङ्गे अस्ति, नवरात्रं नपुंसकलिङ्गे अस्ति? हा, तदेव उक्तवती खलु, तदेव उक्तवती. अत्र सामान्यनियमः अस्ति, नपुंसकलिङ्गे एव द्विगुसमासः भवति, परन्तु अत्र कुत्रचित् पुल्लिङ्गे अपि भवति, कुत्रचित् स्त्रीलिङ्गे अपि भवति. अतः तादृशप्रयोगः अस्ति वा इति दृष्ट्वा एव अवगन्तुं शक्नुमः. सप्ताहः इति प्रयोगः प्रसिद्धः एव, अतः पुल्लिङ्गे एव तस्य रूपं भवति. एवमेव त्रिलोकी इति अपि पदं स्त्रीलिङ्गे, यतोहि लोक इति पदस्य अन्ते अकारः अस्ति, अतः त्रिलोकी इति समस्तपदं स्त्रीलिङ्गे भवति. अतः त्रिषु लिङ्गेषु अपि भवति, परन्तु सामान्यनियमः नपुंसकलिङ्गे. अस्तु, तर्हि अत्र स्थगयामः. अस्तु तर्हि, धन्यवादः. नमस्कारः. धन्यवादः भगिनी. धन्यवादः. नमस्कारः.